ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् प्रवर्तमानविषयः अस्ति उपधायाम् अपि गुणः एतावता यत् पठितं तस्य विषये झटिति पुनः स्मरणं कृत्वा तत्र पाठस्य प्रति गच्छामः एतावता वयं दृष्टवन्तः गुणकार्यम् इति यः व्याकरणे भवति तस्य कृते तत्र सामान्यसूत्रद्वयं वर्तते एकमस्ति सार्वधातुकार्धधातुकयोः अपि च द्वितीयमस्ति पुगन्तलघुपदस्य च सार्वधातुकार्धधातुकयोः इति सूत्रं वदति तत्र इगन्तम् अङ्गम् इगन्तम् अस्ति चेत् तस्य अन्ते स्थितस्य तत्र इकवर्णस्य तत्र गुणः भवति इति सार्वधातुकार्धधातुकयोः परन्तु इति तु फलितार्थः सूत्रस्य फलितार्थः इत्युक्ते किं तत्र सर्वदा कथं कार्यं भवति तत्र किं पश्यामः अङ्गे अन्ते इकवर्णः वर्तते वा न वर्तते यदि अङ्गे अङ्गस्य अन्ते कोऽपि इ ऊरु अस्ति चेत् तत्र परे तस्य परे कोऽपि सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः विधीयते चेत् तत्र प्रायशः सार्वधा गुणकार्यस्य प्रसक्तिः भवति तत्र सार्वधातुक् अर्धधातुकयोः इति सूत्रम् आगत्य तत्र कार्यस्य कृते उद्युक्तः भवति सो इगन्ताङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इति सूत्रे अन्ते स्थितस्य इकवर्णस्य गुणः भवति अनन्तरं तत्र व्याकरणे यः द्वितीयसूत्रमस्ति पुगन्तलघुपदस्य च सो अत्रापि अत्र दलद्वयम् अस्मिन् सूत्रे महर्षिणा दलद्वयं दत्तम् एकमस्ति पुगन्ताङ्गस्य एकः गुणः सार्वधातुकार्धधातुकयोः अपि च द्वितीयमस्ति लघुपदस्य अङ्गस्य एकः गुणः सो अस्मिन् सूत्रे महर्षिणा तत्र एकत्र द्विप्रकारकः अङ्गस्य विषये तत्र गुणकार्यस्य निर्देशं कृतम् प्रथमे वयं दृष्टवन्तः तत्र लघुपदम् अङ्गम् अस्ति चेत् लघुपदम् अङ्गम् इत्युक्ते तत्र उपदा इति एकं संज्ञा अस्ति सो उपदा इत्युक्ते यत् किमपि शब्दसमूह तस्य अन्ते स्थितस्य अलवर्णस्य साक्षात् पूर्वे यः वर्णः तस्य उपदा इति संज्ञा भवति अलो अन्त्यात् पूर्वम् उपदा इति संज्ञासूत्रम् अनेन सूत्रेण उपदा इत्युक्ते किं तस्य निर्देशं कृतं सो अन्तिम अलपूर्वे यः वर्णः तस्य उपदा इति संज्ञा भवति अस्मिन् सूत्रे उपदा इति लघु उपदा यस्य सः लघुपदं लघ्वी उपदा इति स्त्रीलिङ्गं पदम् अस्ति अथवा लघ्वी अतः लघ्वी सो लघ्वी उपदा यस्य तत् लघुपदं सो लघुपदम् अङ्गे लघुपदम् अस्ति चेत् तत्र लघुपदम् अस्ति चेत् तत्र लघुपद अङ्गस्य तत्र इकवर्णः अस्ति चेत् तत्र किम् सार्वधातुक् प्रत्ययः परे अथवा अर्धधातुक् प्रत्ययः परे तत्र गुणः भवति सो लघुपदस्य अङ्गस्य इकः गुणः सर्वदा किं तत्र इकः स्थानी एव भवति यत्र यत्र गुणविधायकसूत्रे अपि च वृद्धिविधायकसूत्रे कृपया म्यूट् मध्ये तिष्ठतु तत्र प्रतिध्वनि आयाति अहं म्यूट् कृतवती यदा तत्र आवश्यकता अस्ति तदा एव अन्म्यूट् करोतु सो पुगन्तलघुपदस्य च इति यः तत्र उपदायां स्थितस्य इकवर्णस्य गुणः भवति परन्तु कीदृश इकवर्णः तत्र लघु इति एक अन्यत् संज्ञा तत्र अस्ति लघु इत्युक्ते ह्रस्वं लघुः सो ह्रस्व इकवर्णस्य उपदायां तत्र गुणः भवति परे कोऽपि सार्वधातुक् अर्धधातुक् प्रत्ययः वर्तते चेत् सो कीदृश उपदावर्णस्य गुणः ह्रस्व इकवर्णस्य गुणः भवति उपदायां परे कोऽपि सार्वधातुक् अथवा अर्धधातुक् इति तु प्रथमभागः अत्र अस्मिन् सूत्रे द्वितीयभागमस्ति पुगन्ताङ्गस्य एकः गुणः. सो न केवलम् अत्र लघुपदस्य अङ्गस्य एकः गुणः, परन्तु सूत्रं वदति पुगन्ताङ्गस्य अपि इकवर्णस्य गुणः भवति यदा तस्य कृते यस्य परे कोऽपि सार्वधातुक अथवा आर्धधातुक प्रत्ययः विधीयते. सार्वधातुक आर्धधातुकयोः इति सप्तमीयन्तं पदः. सो कार्यस्य कृते निमित्तं किं सार्वधातुक अथवा आर्धधातुक प्रत्ययः परे अस्ति चेदेव तत्र गुणकार्यं करणीयम्. अन्यथा तत्र निमित्तं न पूरितं चेत्, निमित्तं नास्ति चेत् गुणः न करणीयम्. सो सार्वधातुक आर्धधातुकयोः इति तत्र सप्तमीयन्तं पदः. सप्तमीयन्तं पदः पूर्वकार्यं परनिमित्तं. सो अतः अङ्गस्य परे सार्वधातुक अथवा आर्धधातुक प्रत्ययः विधीयते चेत् तत्र गुणकार्यं करणीयम्. इदानीं यः पुगन्त अङ्गस्य एकः गुणः भवति, पुगन्तस्य कृते तत्र लघु इति विशेषणं न वर्तते. अत्र लिखितमस्ति पुगन्त अङ्गस्य एकः गुणः, अपि च लघुपद अङ्गस्य एकः गुणः. सो पुगन्तविषये तत्र अङ्गस्य यः इकवर्णः अस्ति तस्य कृते लघु भवेत् वा दीर्घ भवेत् वा इति निर्देशं नास्ति. यथा तत्र पूर्वे वयं दृष्टवन्तः सार्वधातुक आर्धधातुकयोः इति सूत्रे तत्र अन्ते ह्रस्व इकवर्णः अस्ति वा दीर्घ इकवर्णः अस्ति तस्य कृते कोऽपि निर्देशं नास्ति. अतः तत्र अन्ते इघन्तं ह्रस्वं भवेत् वा लघु भवेत् तत्र द्वयोः तत्र स्थलयोः कार्यं भवति. भू इति दीर्घ उकारः, तत्रापि भो भवति. जि इति ह्रस्व इकारः, तत्रापि जे भवति. तथैव पुगन्तविषये. सो पुगन्त अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः यः द्वितीयभागमस्ति तत्र केवलं किं पश्यामः, पुगन्तम् इत्युक्ते किम्. वयं दृष्टवन्तः पूर्वस्मिन् वर्गे यस्य अन्ते पुक् आगमः भवति तत् पुगन्तम्. प्रायशः तत्र धातु अन्ते एव महर्षिणा पुक् इति आगमः कृतम्. सो सूत्रमस्ति अर्त्रि ह्री व्ली री कनुयि. अत्र अर्त्रि ह्री व्ली री कनुयि क्षमायि आतां पुग्नौ. सो पुक् णौ इति यः तत्र सप्तमीयन्तं पदः अस्ति. सो एतेषां धातूनाम् अपि च आकारान्त धातूनां निचि परे तत्र पुकागमः भवति. सो अत्र अर्ति इति कथनेन ऋकारस्य ग्रहणं. रु इति एकं धातु अस्ति व्याकरणे, तत्र धातुद्वयं वर्तते. ह्री इति अन्यद्धातुः, व्ली इति अन्यद्धातुः, री अपि एकं धातु अस्ति, कनुयि इति एकं अन्यद्धातुः, क्षमायी अपि अन्यद्धातुः. सो एतेषां सर्वेषां धातूनाम् अनन्तरं तत्र पुक् आगमः भवति. कदा? अत्र निमित्तं किं? निचि परे. सो यदा वयं ऋकारः योग निच् कुर्मः तत्र प्रथमे एतस्य सूत्रस्य प्रसक्ति भूत्वा तत्र पुक् आगमः भवति. तथैव ह्री अनन्तरं निच् योजयामः चेत् स्वार्थे निच् इति यः अस्ति तत्र किं पुक् आगमः भवति. पुक् इति आगमः दृष्टवन्तः कित् अस्ति, अतः धातुः अन्ते आयाति. कित् इति आगमः आदि किमस्ति सूत्रं सूत्रं किं तस्य कृते परिभाषासूत्रम् आद्यन्तौ टकितौ. सो आद्यन्तौ टकितौ इति सूत्रेण यः कित् आगमः सः अन्ते आयाति. अतः पुक् इति आगमः, पुक् इति वदामः चेत् तत्र ककारस्य हलन्त्यं सूत्रद्वारा इत् भवति. सो पुक् इति आगमः कित् अस्ति, अतः धातु अन्ते आयाति. सो ह्रीप् भवति, व्लीप् भवति यदा तत्र निच् परे अस्ति. तथैव रीप् भवति, कनुयीप् अत्र कनुयी अपि च क्षमायी यः धातुद्वयम् अत्र दीर्घ इकारः अन्ते अनुनासिक अस्ति. वयं जानीमः उपदेश अवस्थायां यः अनुनासिक स्वरः तस्य इत् करणीयं. सो अत्र उपदेशे अजनुनासिक इति सूत्रेण दीर्घ इकारस्य इत् भवति. अत्र अहम् एकं कनुयि विषये तत्र पश्यामः किं भवति. सो पुगन्तविषये तत्र अत्र किं लिखितमस्ति, अत्र सूत्रस्य द्वितीयभागः यः अस्ति पुगन्त अङ्गसि इकः गुणः तस्य विषये दत्तं. सो पुगन्त अङ्गसि इकः गुणः भवति. स्लैड् दृश्यते वा? एतत्तु सर्वं अस्तु, धन्यवादः. एतत् सर्वं वयं पूर्वस्मिन् वर्गे पठितवन्तः, परन्तु तत्र तत्र स्पष्टा भवेत् इति तस्य कृते अहम् एतत् स्लैड् प्रिपेर् कृतवती. सो पुगन्त अङ्गस्य एकः गुणः भवति. बहु समीचीनमस्ति, बहु समीचीनमस्ति भवती स्लैड्. एतत् क्रमेण गच्छति खलु? आमां, धन्यवादः, बहु सम्यक्. सो पुगन्त अङ्गस्य एकः गुणः भवति सार्वधातुके आर्धधातुके परे. यदि परे सार्वधातुक आर्धधातुक अस्ति चेदेव तत्र गुणकार्यं भवति इति तु जानीमः, परन्तु पुगन्त अङ्गस्यापि तत्र न केवलं व्याकरणे पुगन्त अङ्गं भवति, तत्र युगन्ताङ्गमपि अस्ति, परन्तु युगन्त अङ्गस्य गुणः न भवति. केवलं महर्षि वदति पुगन्त अङ्गस्य एकः गुणः. यत्र यत्र पुक् आगमः भवति तत्र एव गुणस्य प्रसक्तिः भवति. सो कथं भवति इति अत्र पश्यामः. सो पुक् वयं जानीमः पुगन्तम् अङ्गम् इत्युक्ते किं? पुक् अन्ते यस्य तत् पुगन्तम्. सो व्याकरणे केन सूत्रेण पुक् आगमः भवति एतत् वयं दृष्टवन्तः. अर्त्रि ह्री व्लीरि कनुयि क्षमायि आतां पुग्नौ इति सूत्रेण तत्र एतेषां धातूनां पुक् आगमः भवति निचि परे एव. इत्युक्ते कोऽपि भिन्नप्रत्ययः एतेषां धातूनाम् अनन्तरं निच् विहाय कोऽपि अन्यप्रत्ययः अस्ति चेत् तत्र पुक् आगमः न भवति, केवलं निचि परे. सो निमित्तम् अत्र अस्ति निचि. निच् इति प्रत्ययः परे अस्ति चेदेव एतेषां धातूनां पुक् आगमः. इदानीं तत्र अत्र सूत्रे कनूयि इति एकं धातु दत्तं. कनूयि इति एकं धातु अस्ति यस्य पुक् निचि परे पुक् आगमः भवति. सो अत्र पश्यतु, अत्र सोपानेन तत्र क्रमेण तत्र गच्छामः. कणुयि इति अत्र यथा मया उक्तं तत्र इकारः अनुनासिक अस्ति, अतः उपदेशे अजनुनासिक. अत्र प्रथमे तु निच् केन सूत्रेण विधीयते? हेतुमति च इति सूत्रेण सर्वेषां धातूनाम् अनन्तरं तत्र निच् प्रत्ययः वयं योजयितुं शक्नुमः. दिस् निच् प्रत्ययः केन् कम् आफ्टर् एनी आफ् द 2000 धातुः बै दिस् सूत्रः. हेतुमति च इति सूत्रेण निच् प्रत्ययस्य तत्र विधानं महर्षिणा कृतं. सो निचायाति. इदानीं तत्र किं पश्यामः, के अनुबन्धवर्णाः. प्रथमसोपाने अनुबन्धानां निष्कासनं करणीयम् इति वयं जानीमः. अस्तु, कः पठितुम् इच्छति? अत्र सर्वाणि तत्र लिखितं, दृष्ट्वा तत्र वक्तव्यं. कोऽपि पठितुम् इच्छति वा? आं, पठामि वा भगिनि? आं, पठतु भगिनि. कथं कनूय अपि च इ भवति अत्र लिखितमस्ति तत् दृष्ट्वा वदतु, अथवा तत्र स्वस्य शब्देः अपि वक्तुमिच्छति चेत् तदपि तत्र वक्तव्यं वदतु. पुगन्तस्य अङ्गस्य अपि इकः गुणः भवति सार्वधातुके अर्धधातुके परे. न्यूहि अधिकं निच् हेतुमति च सूत्रेण निच् प्रत्ययः विधीयते. निच् प्रत्ययः विधीयते तर्हि प्रथमं वयम् उपदेशे अनुनासिका इति सूत्रेण अनुनासिक वर्णः इत्संज्ञां कृत्वा तस्य लोपं करणीयम्. अतः न्यूः न्यू इ एव तिष्ठते. हलन्त्यम् इति सूत्रेण अन्तौ स्थितः यकारः इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण. कः यकारः भगिनि? अन्ते कः यकारः अस्ति? कनूय् अन्ते यकारः अस्ति. उपदेशावस्थायां यकारः अन्ते अस्ति वा? न, उपदेशावस्थां अनुनासिका इति भूत्वा ई अनुनासिक ई इत्संज्ञा भूत्वा तस्य लोपः भवति. तदनन्तरं न्यू एव लौकिकरूपं किं धातु लौकिकरूपं किम् क्नूय य अपि अस्ति अन्ते यकारः अपि अस्ति इदानीं निच् विषये वदतु निच् चुटु इति सूत्रेण प्रथमस्थित नकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति इच्येव तिष्ठति हलन्त्यम् इति रूपेण इति सूत्रेण चकारस्य इत्संज्ञा भूत्वा तस्य लिप इत्यनेन तस्य लोपः भवति अतः इ एव अवतिष्ठति न्यो उगन्त क्षमतां चुटु इति सूत्रं शुद्धमस्ति प्रत्यये अस्ति चकारः अन्ते अस्ति महोदय चकारः अपि अस्ति चकारः अस्ति टठ डड न अत्र नकारः अपि टवर्गः टवर्ग टवर्गे न आगच्छति खलु पञ्चमवर्णः न अस्ति खलु चकारः नकारः इत्संज्ञा भवति चकारे न नास्ति परन्तु टकारे न अस्ति पञ्चमवर्गः न अस्ति सत्यं सत्यं क्षम्यताम् ततः नस्य इत्संज्ञा भूत्वा तस्य लोपः भवति अतः इ एव अवतिष्ठते न्यू इति धातुः अस्ति तत् पुगन्त पुक् आगमनं प्रयुक्तः अस्ति अतः न्यू अधिकं पुक् अधिकम् इ इत्यनेन तत् अन्तर्हि दत् पुग्नौ तत् सूत्रेण पुक् आगमः भवति तस्य धातुः अतः न्यू अधिकं पुक् अधिकम् इ हलन्त्यम् इति सूत्रेण ककारस्य लोपः भवति पकारस्य लोपः भवति वा उकारः अपि अत्र उकारः उच्चारणार्थम् इत्युक्ते पुक् इति अत्र उकारः केवलम् उच्चारणार्थं तत्र उकारस्यापि अपगच्छति उकार उच्चारणार्थं तस्य लोपः इत्यनेन लोपः उकार उच्चारणार्थम् इति सूत्रेण उकार लोपः भवति वा इत्संज्ञा भूत्वा तत्र बेसिक्लि किं दत्तमस्ति पुङ्क् अत्र उपरि अनुनासिकचिह्नम् अस्ति परन्तु तत्र उकारस्य इत् संज्ञा तत्र यः भवति तस्य कृते कोऽपि प्रयोजनं नास्ति यथा ककारस्य प्रयोजनं वर्तते अत्र ककारस्य यः इत् भवति तस्य कृते प्रयोजनम् अस्ति प्रयोजनं किं कित् आगमः अतः अन्ते करणीयं परन्तु तादृशः तत्र प्रयोजनम् उकारस्य कृते नास्ति यद्यपि उकारस्य उकारः केन सूत्रेण अपगच्छति स्वरः केन सूत्रेण अपगच्छति उपदेशावस्थायां स्वरस्य इत्संज्ञा के कथं भवति कदा भवति वट् वी आर् डिस्कसिङ्ग् इस् वर्णनम् इत् संज्ञा तत्र इत् संज्ञाप्रकरणे ये यानि सूत्राणि दत्तं तेषाम् आधारेण एव करणीयम् अत्र उकारः यद्यपि अत्र चन्द्रबिन्दुः न दत्तं तथापि तत्र किम् उकारः केन सूत्रेण अपगच्छति उपदेशेन परन्तु तत्र उकारस्य कृते कोऽपि प्रयोजनं न वर्तते अतः वयं किं वदामः उकारणः केवलम् उच्चारणार्थं पुक् इति यः उच्चारणं भवति तत्र यः उ इति यः अस्ति तस्य कोऽपि प्रयोजनम् अन्यत् कोऽपि प्रयोजनं नास्ति केवलम् उच्चारणार्थम् उच्चारणार्थं सौलभ्यं भवेत् इति तत्र पुक् आगमः अतः किम् अवशिष्यते अत्र न्युप् न्युप् इति भवति न्यू अधिकं प न्युप् इति भवति वर्ण मेलनेन अधिकम् इ निच् प्रत्ययस्य इ अस्ति. इदानीं शृणोतु, एकं सूत्रम् अस्ति तत्र लोपो व्योर्वलि. लोपो व्योर्वलि इति वर्ण, अत्र वर्णकार्यं भवति. यथा तत्र ये सङ्गी ये अच् सन्धिसूत्राणि व्यञ्जन सन्धिसूत्राणि वकार यकार परे कोऽपि वलप्रत्याहारस्य वर्णः अस्ति चेत् तस्य वकारस्य अपि च यकारस्य तत्र किं लोपः भवति साक्षात् अनन्तरम् लोपो व्योर्वलि इति सूत्रं यत्र कुत्रापि कार्यं कर्तुं शक्यते. अत्र पदं भवेत् अपि च अङ्गं भवेत् इति तत्र कोऽपि निर्देशं नास्ति. यत्र यत्र वकारस्य अपि च यकारस्य साक्षात् अनन्तरं कोऽपि वलप्रत्याहारस्य वर्णः अस्ति चेत् तत्र सामान्यकार्यं तस्य वकारस्य अपि च यकारस्य लोपः भवति इति सामान्यसूत्रम्. अत्रापि यकारस्य साक्षात् अनन्तरं पकारः, पकारः वल्प्रत्याहारस्य वर्णः. अतः अत्र लोपो व्योर्वलि इति सूत्रेण पूर्वे यः यकारः तत्र अस्ति तस्य लोपः भवति. सो क्नूपिति इदानीम् अङ्गम् वयं पठितवन्तः, परन्तु अत्र तस्य प्राप्तिः भवति. वयं न पठितं, देट् इस् वै ऐ एम् एक्स्प्लेनिङ्ग् न. लोपो व्योर्वलि इति सामान्यसूत्रं, सूत्रं वदति यकारः अपि च वकारस्य साक्षात् परे कोऽपि वलप्रत्याहारस्य वर्णः अस्ति चेत् तस्य वकारस्य अथवा यकारस्य लोपः भवति इति सूत्रस्य अर्थः. अनेकवारं वदतु भगिनि अग्रे अपि आयास्ति. लोपो व्योः वलि, लोपः व्योः वलि इति सूत्रमस्ति. व्योः इति किम् अस्ति? व्योः इति यः अस्ति सः षष्ठी द्विवचनात् पदं वकारस्य यकारस्य, वकारः अपि च यकारः सः स्थानिवर्णः, तस्य लोपः भवति. कदा लोपः भवति? वलि परे. वलि इति सप्तमी अन्तं पदः. सो यदा वकारस्य परे कोऽपि वलप्रत्याहार, वकारस्य परे कोऽपि वलप्रत्याहारस्य वर्णः अस्ति चेत् तस्य वकारस्य लोपः करणीयं. तथैव यकारस्य परे कोऽपि वलप्रत्याहारस्य वर्णः अस्ति चेत् तस्यापि लोपः भवति. अत्रापि यकारस्य साक्षात् परे, सि इन् बिट्वीन् किमपि नास्ति. यकारस्य साक्षात् अनन्तरं पकारः, अतः अत्र अस्य सूत्रस्य प्रसक्ति भूत्वा यकारस्य लोपः भवति. सो क्नूपिति अङ्गम् इदानीं तत्र उपधायां उकारः अस्ति. एकनिमिषः भगिनि, तत्र कोऽपि प्रश्नः अस्ति वा? वदतु. वल् प्रत्याहार इत्युक्ते किं भगिनि? वल् इति एकं प्रत्याहार अस्ति. आच् इति आच् प्रत्याहारे के के वर्णाः वदतु? ऐ ऊरु सर्वे स्वराः. अल् प्रत्याहारे के के वर्णाः? अल् इति प्रत्याहारे सर्वाणि व्यञ्जनानि. सो वल् इति प्रत्याहारे यकार विहाय सर्वाणि व्यञ्जनानि. आफ्टर् अल् वी हाव् दिस् वल् प्रत्याहार. इट् इस् अ वेरि बृहद् प्रत्याहारः. वल् इति प्रत्याहारे सर्वाणि व्यञ्जन, यथा अल् इति प्रत्याहारे सर्वाणि तत्र वर्णाः आयान्ति, अल् इति प्रत्याहारे न केवलं सर्वाणि व्यञ्जनानि अपि च स्वराः अपि आयान्ति. परन्तु वल् इति प्रत्याहारे तत्र किं व आरभ्य ल पर्यन्तम् अन्तिम लकारपर्यन्तं. सो व हय वरट हय, सो यकार विहाय हय वरट पञ्चम सूत्रे तत्र अत्र दृश्यतु हय वरट व आरभ्य ल पर्यन्तं सर्वाणि व्यञ्जनानि. सो वयं किं वदामः? वल् प्रत्याहारे के के वर्णाः? यकार विहाय सर्वाणि व्यञ्जनानि, यकार विहाय. सो लोपो व्योर्वलि इति सूत्रेण तत्र यकारस्य अपि च वकारस्य साक्षात् परे, एक्साक्ट्लि आफ्टर् द वकारः आर् यकारः, वल् प्रत्याहारस्य कोऽपि वर्णः अस्ति चेत् तस्य वकारस्य यकारस्य लोपः भवति इति सूत्रस्य अर्थः. सो अत्रापि यकारस्य लोपः भवति, क्नोपि इति अवशिष्यते. इदानीं वदतु अनसूया तत्र उपधायां उ अस्ति, प्रत्ययः आर्धधातुकः अस्ति इति सूत्रेण शिप्तिङ्ग् नास्ति, अतः आर्धधातुकस्य प्रत्ययः अस्ति. अतः तत्र उकारस्य गुणः भवति, गुणः भूत्वा ओकारं भवति. अतः नोपि इति आर्धधातुकधातु. किमर्थम् आतिदेशिकधातुः निच् अस्ति खलु? निच् कुत्र अस्ति? आतिदेशिकधातुः कदा, तस्य निर्माणं कदा भवति? स्वार्थे आदिदेशिकधातुः भवति. आतिदेशिकधातुः व्याकरणे आतिदेशिकधातुः इत्युक्ते किम्? यदा धातुः पाणिनीयां न कृतवान् ते सर्वे आतिदेशिकधातुः. तत्र भिन्नरीत्या वदामः चेत् ये धातवः धातुपाठे न सन्ति ते आतिदेशिकधातुः. इदानीं द्वितीयप्रश्नः, आतिदेशिकधातुः कथं, तेषां निर्माणं कथं भवति? निच् प्रत्ययेन भवति इति अहं मन्ये, अहं न जानामि भगिनि. कोऽपि अन्य जानाति वा? वदतु. यदा दशमगणे धातुः नास्ति तदा ते आतिदेशिकधातु. पाणिनिधातुपाठे ये द्विसहस्रधातवः सन्ति तेषां विहाय अन्यधातवः ये तत्र, येषां निर्माणम् अस्माभिः कृतं, ते आतिदेशिकधातवः. सो सर्वे गणे एव तिष्ठति, दशमगणे अस्ति, दशसु गणेषु, दशमगणेषु नास्ति, ते सर्वे आतिदेशिकधातु. न, तथा न वक्तव्यं, तथा न वक्तव्यम्. इत्युक्ते व्याकरणे एकं तत्र वयं दृष्टवन्तः, इत्संज्ञाप्रकरणे यः प्रथमाध्याये तृतीयादि प्रथमसूत्रमस्ति, भूआदयः धातवः. सो भू आदयः धातवः ये धातवः सन्ति ते सर्वे कुत्र? पाणिनिधातुः. सो भू आदिधातवः इत्युक्ते द्विसहस्रधातुविषये अत्र महर्षिः वदति, भू आदयः धातवः. सो भू आदि ये मया तत्र, मया इत्युक्ते महर्षिणा ये पाणिनिधातुपाठे तत्र दत्तं, ते सर्वे धातुसंज्ञा प्राप्नोति. अनन्तरं पूर्वस्मिन् वर्गे अपि तत् मया अहम् उक्तवती, तत्र सनाजन्तः धातवः, सनाजन्तः धातवः एकम् अन्यत् सूत्रम् अस्ति, तेन सूत्रेण धातु संज्ञा द्वितीय तत्र दत्तम्. एकमस्ति भूआदयः धातवः, द्वितीयमस्ति सनाद्यन्तः धातवः. सो सनादि इत्युक्ते किं? तत्र द्वादशसनादिप्रत्ययाः तत्र सन्ति. तृतीयाध्याये प्रथमपादे सनादिप्रत्ययविषये महर्षिणा दत्तं. सनादिप्रत्ययः कुत्र आयाति? धातु अनन्तरम् आयाति. सो सनाद्यन्तः धातवः इत्यनेन यः धातुः तत्र सनादि प्रत्ययः योजनेन मूलधातुतः सनादिप्रत्ययः योजयामः चेत् तत्रापि यः शब्दसमूहः निष्पद्यते तस्यापि धातुसंज्ञा भवति. केन सूत्रेण? सनाद्यन्तः धातवः. सो द्वादशसनादिप्रत्ययः सन्ति, तेषु निच् अन्यतमः. औट् आफ् दोस् 12 दिस् निच् इस् अ सनादिप्रत्ययः. सनादिप्रत्ययस्य योजनेन यत् शब्दसमूहः निष्पद्यते तस्यापि व्याकरणे धातुसंज्ञा. दिस् कनूपि इस् अ धातु नौ. केन सूत्रेण? सनाद्यन्तः धातवः. यस्य अन्ते सनादि, यत् किमपि सनादिप्रत्ययः, सन् यक् निच, तत्र द्वादशसनादिप्रत्ययः सन्ति. मूलधातु अनन्तरं कोऽपि सनादिप्रत्ययः योजयामः चेत् तत्र यः शब्दसमूहः निष्पद्यते तस्यापि धातुसंज्ञा भवति. परन्तु तत् मूलधातु नास्ति, तत् औपदेशिकधातुः न अस्ति, तत् आतिदेशिकधातुः. सो कनूपि इति इदानीम् आतिदेशिकधातुः. सो अत्र कनूपि इति यः अस्ति तत्र वयं दृष्टवन्तः कथं पुगन्त अङ्गस्य एकः गुणः भवति. सो अत्र किं लिखितम् अस्ति सूत्रे केवलम्. अस्तु भगिनी धन्यवादः, कृपया म्यूट् मध्ये तिष्ठतु. सो पुगन्त अङ्गस्य एकः गुणः सार्वधातुके अर्धधातुके परे इति यः वाक्यस्य अर्थः, यस्मिन् यस्मिन् धातुः पुगागमः भवति, पुगागं भूत्वा तत्र यानि तत्र कार्याणि तत् भूत्वा तत् अङ्गं पश्यामः चेत् अङ्गे कोऽपि इकवर्णः अस्ति यत्र कुत्रापि. अत्र उपदा अपि च दीर्घ ह्रस्व इति विषये चिन्तनं न करणीयं. यत्किमपि पुगन्तम् अङ्गम् अस्ति तस्य परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः विधीयते चेत् तस्य पुगन्त अङ्गस्य इकः गुणः भवति, इत्युक्ते इक स्थाने गुणः भवति. सो अत्र मूले तु उकारः उपदायां तत्र न आसीत्, परन्तु इदानीं तत्र आदेश भूत्वा अन्यानि कार्याणि भूत्वा पुक् आगम भूत्वा अत्र ऊ उकारः उपदायां दृश्यते. सो अत्र पुगन्ताङ्गस्य एकः गुणः भवति सार्वधातुके अर्धधातुके परे. अत्र अत्र दृश्यतु ह्री विषये तथैव. ह्री इति अस्ति ह्री इति धातुः, अत्र दृश्यतु ह्री इति धातुः अथवा ली इति धातुः अथवा री इति धातुः. रीप् भवति, री इति धातुः रीप् भवति. कृपया सर्वे म्यूट् मध्ये तिष्ठतु, ध्वनिः आयाति. सो रीप् री योग निच् कुर्मः चेत् तत्रापि पुकागमः भवति, विशिष्टसूत्रद्वारा पुकागमः भवति. विशिष्टसूत्र इत्युक्ते विशिष्टधातूनाम् एव पुकागमः भवति निचि परे. सो री योग पुक् योग ई यथा भवति तत्र रीप् इति पुगन्तम् अङ्गम्. सो निच् प्रत्ययस्य कृते अङ्गं किं रीप् अस्ति. सो इदानीम् आर्धधातुक प्रत्ययस्य साक्षात् पूर्वे यत् अङ्गं सः पुगन्त अङ्गम् अस्ति. सो सूत्रं किं वदति, पुगन्त अङ्गस्य इकः गुणः. सो पुगन्तम् पुगन्त अङ्गे पुक् भूत्वा यः अङ्गं निष्पद्यते तत्र कोऽपि इकवर्णः अस्ति चेत् तस्य गुणः भवति. अत्र स्थानि विषये तत्र स्थानस्य विषये किमपि निर्देशं नास्ति. सो अत्र पुगन्त पुक् भूत्वा यः अङ्गं निष्पद्यते तस्य अङ्गस्य यः इकवर्णः तस्य गुणः भवति. सो अत्र सर्वदा तत्र किं भवति, यदा तत्र प्रक्रिया पश्यामः चेत् सर्वदा तत्र एतेषां धातूनां विषये उपदायाम् एव तत्र सः इकवर्णः आयाति. सो तत्र इत्युक्ते प्रक्रिया दृष्ट्वा, अत्र तु किमपि न लिखितं. यदा वयं सर्वेषां धातूनां पुकागमः कुर्मः अनन्तरं तत्र पश्यामः तत्र कुत्र इकाङ्गः वर्तते तत्र सर्वदा उपदायाम् एव सः इकाग पुक् इक् इति वर्णः आयाति, अतः तत्र गुणः करणीयम् इति तत्तावदेव वदति पुगन्त अङ्गस्य इकः गुणः. सो पुगन्त अङ्गे यः इक् वर्णः तस्य गुणः करणीयं यदि तस्य परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः आयाति, तावदेव अस्ति. सो एतेषां ऋकारस्य वयं दृष्टवन्तः पूर्वे, तत्र किं भवति अर्पयति भवति, अर्पि इति अङ्गं भवति, अर्पि इति आतिदेशिकधातुः भवति. अनन्तरं लटिरूपं निजन्तलटिरूपं कुर्मः चेत् तत्र अर्पयति इति भवति. अत्रापि क्नोपि विषये तत्र इदानीं तु निजन्तरूपम् अस्ति, क्नोपि इति निजन्त आतिदेशिकधातुः. निच् प्रत्ययस्य योजनेन एतत् धातुः निर्माणम् अभवत्. सो अस्य लटिरूपविषये चेतनभगिनी वक्तुम् इच्छति वा? भगिनी बेसिक् डौट् पृच्छामि. पुगन्त इत्युक्ते पुक् अन्ते यच्छतः खलु, पुक् इत्युक्ते किं पकार आगच्छति वा? दृष्टवन्तः न पुक् इति केन सूत्रेण पुक् आगमः भवति. भगिनि पुक् इत्युक्ते किं, पुक् इत्युक्ते पुक् इत्युक्ते एकम् आगमः अस्ति, वयं दृष्टवन्तः व्याकरणे पकार पकार पकार आगच्छति वा? पकार केवलं प वयं दृष्टवन्तः न अत्र भगिनी अत्र दृश्यतु पुक् इति आगमे तत्र हलन्त्यं सूत्रद्वारा ककारस्य इत् आगमः अपि उपदेशः अस्ति न सो सर्वेषु उपदेशेषु किं करणीयम् इत् संज्ञक वर्णानां निष्कासनं करणीयं सो पुक् इति ककारस्य इत् केन सूत्रेण हलन्त्यं सूत्रेण ककारस्य इत् भवति उकारः कुत्र भवति भगिनि एक धातु स्वीकुर्मः पुक् कुत्र भवति पुक् इति कुत्र भवति इति संज्ञा वयं ज्ञातवन्तः पुक् इत्युक्ते कुत्र भवति तत् पृक् इदानीं शृणोतु भगिनि ध्यानेन शृणोतु सपोज् ऐ पठ् इति धातुः धातुपाठे धातुपाठतः अहं पठ् इति धातुः नयामः पठ् योग निच् कुर्मः चेत् पठ् योग निच् सो पठ् योग निच् कुर्मः चेत् तत्र पुक् इति आगमः न भवति सो कथं जानीमः केषां केषां धातूनां पुक् आगमः भवति तस्य कृते सूत्रमस्ति सूत्रं किम् अर्त्रि अर्ति ह्रि व्लि रि कनुयि क्षमायि 1 2 3 4 5 6 6+2 6+7 8 एतेषां धातूनाम् एव पुकागमः भवति अपि च आताम् आकारान्त धातूनां पा इति आकारान्त धातु अस्ति यथा भवती एव पृष्टवती न पूर्वस्मिन् वर्गे तत्र पा पापयति न भवति तत्र पाययति भवति सो पा इति धातुः विशिष्टधातुः पा धातुपाठे पा धातुद्वयं वर्तते एकमस्ति पा पाने इत्युक्ते टु ड्रिङ्क् द्वितीयमस्ति पा रक्षणे पाहि मां यदा वयं वदामः तत्र पा इति यः धातुः अस्ति सः रक्षणार्थे अस्ति रक्षणे सो पा इति पाणे यः धातुः अस्ति सः आकारान्त धातुः आकारान् धातुः अनन्तरं निच् योजयामः चेत् अनेन सूत्रेण तत्र सामान्यतया तत्र पुक् आगमः भवेत् परन्तु न भवति किमर्थं चेत् तत्र द्वितीयसूत्रमस्ति पा इति पा पाने इति विशिष्टधातुः तत्र एकं सूत्रमस्ति छा छा सा ह्या अपि च पां युक् तत्र पुक् आगमः न भवति पा पाने यः धातुः अस्ति तत्र निचि परे युक् आगमः भवति सो युक् इत्युक्ते य अन्ते आयाति अत्र प अन्ते आयाति तत्र य अन्ते आयाति सो तत्र युक् आगम भूत्वा तत्र पायि इति आतिदेशिक धातुः भवति पायि परन्तु यः पा रक्षणे अस्ति यः पा धातु रक्षणार्थे अस्ति तत्र पायोग निच् कुर्मः चेत् तत्र आकारान्त धातुः पा इति आकारान्त धातुः तस्य यत् किमपि आकारान्त धातुः अस्ति तस्य अनन्तरं निच् योजयामः चेत् तत्र पुक् आगमः भवति सो तत्र किं भवति तत्र पापयति एव रूपं पापी इति तत्र आतिदेशिक पारक्षणे धातुविषये परन्तु पापाने विषये तत्र युक् आगमः भवति सो पायी इति आतिदेशिक धातुः अनन्तरं लटिरूपं पाययति इति द्वितीयतो पापयति अस्ति एकमस्ति पापयति सो एतेषां विशिष्टधातूनाम् अपि च आकारान्तधातूनां पुक् आगमः भवति कदा यदा वयं निच् प्रत्ययः योजयामः केवलं निचि परे एव पुक् अथवा युक् आगमः भवति अवगतवती वा भगिनि पुक् इति आगमः यदा तत्र पुक् आगमः भवति तत्र यः प्रत्ययस्य कृते यः अङ्गम् अस्ति सः पुगन्ताङ्गम् अस्ति पुक् भूत्वा यः अङ्गं निष्पद्यते सः पुगन्ताङ्गम् इदानीं बुद्धौ वा पूर्णिमा भगिनी पूर्णिमा भगिनी अवगतं वा आं भगिनि अग्रे अवगच्छामि इति चिन्तया अर्थ किञ्चित् अवगतं परन्तु मम मनसि किञ्चित् क्लेशमेव अस्ति अहम् अनेकवारं भवत्याः रेकार्डिङ्ग् शृणोमि पठामि भगिनि तत्र विशिष्टधातूनाम् एव पुकागमः भवति सर्वेषां धातूनां अर्ति ह्लि वीरित्यो तत् मीनिङ्ग् किं भगिनि? तत् सर्वे धातवः अर्ति इति रु इति धातु, ह्रि इति एकं धातु अस्ति धातुपाठे, व्लि इति धातु अस्ति, रि अपि एकं धातु अस्ति धातुपाठे, पाणिनि धातुपाठे भवतु, तत् अर्ति इति, अर्ति इति धातु स्वीकृत्य अर्ति इति अर्पय अस्तु अर्पयति इति वा अर्पयति अर्ति इति धातु ऋकारस्य अर्कारः भवति अत्र भगिनि, अत्र ऋकारः न दत्तम्, अत्र अर्ति इति दत्तं, तत्र ऋकारः इति भवति चेत् तकारस्य कथ लोपः तत्र लोपः भवति अर्ति धातु न उपदेशिक अर्ति इति धातु नास्ति, अर्ति तु ऋकार धातु विषये तत्र अर्ति इति रूपं दत्तं महर्षिणा, अर्ति इति कथनेन ऋकारः, अर्ति इति कथनेन ऋकारः न तु अर्ति इति धातु, अर्ति कोऽपि धातु नास्ति, अर्ति यः रूपं दत्तं सः ऋकारस्य रूपं दत्तं। वयं कथं जानीमः अर्ति इत्युक्ते ऋकारः? यत्र यत्र अर्ति आयाति तत्र ऋकारस्य वदतु, अत्र ऋकारः अस्ति, एतत् सार्वधातु अर्धधातुकु इत्यनेन गुणः भूत्वा अर् इति भवति, अनन्तरम् एतत् शित् अत्र नास्ति, अतः अर् युः ति योजनेन अर्ति इति भवति, तादृशमेव शित् नास्ति, सर्ति अपि तादृशमेव, यदा अर्ति भवति तादृशमेव सर्ति अपि भवति, शित् नास्ति, अतः अत्र पूर्णतया शप् लोपः भवति खलु महोदय? आदादिगणे अस्ति वा? आम् महोदय, आम् महोदय, तत्र ऋकारस्य सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भूत्वा तत्र अर् भवति, अनन्तरं तत्र ति इति प्रत्ययः योजयामः चेत् अर्ति इति रूपं। सो अत्र ऋकारः किमर्थं न दत्तं तत्तु वयं न जानीमः, परन्तु अर्ति तत्र सर्ति एतादृशानि रूपाणि तत्र सूत्रे तत्र तत्र दत्तं महर्षिणा। सो अर्ति इति कथनेन तत्र धातुपाठं पश्यामः चेत् तत्र अर्ति कोऽपि धातु नास्ति, सो कथं जानीमः? सो ऋकारस्य एव अर्ति इति रूपं निष्पद्यते, तथैव सर्ति अर्ति उपयुज्यते, तदा सर्वे वयं रु इति जानीमः, ऋकारस्य ग्रहणं करणीयं, किमर्थं चेत् दीर्घऋकारस्य ग्रहणं न करणीयं, किमर्थं चेत् दीर्घऋकारान् धातूनां विशिष्टधातुः, तेषाम् अन्यत् तत्र धातु आदेशः भवति, परन्तु ऋकारस्य तत्र धातुद्वयं वर्तते, अहं चिन्तयामि रु इति धातुद्वयम्, एकमस्ति अदादिगणे यथा भगिनीना उक्तं, द्वितीयम् अन्यस्मिन् गणे अस्ति, उच्चारणार्थम् इति उक्तवती खलु, वयं कथं जानीमः इगन्तः उच्चारणार्थम् एट् दिस् स्टेज् डोण्ट् से इट् इस् उच्चारणार्थं, से उकारस्य उपदेशे अजनुनासिक् इति सूत्रद्वारा दत्तवती अस्ति खलु, दत्तमं अस्ति तेवा वयं वक्तुं शक्नुमः उपदेशे अनुनासिक, परन्तु प्रथमतः उपदेशिक धातुः अनुनासिक नास्ति, न आसीत् खलु? सत्यं सत्यं, तत्र अनुनासिक दृष्ट्वा अतः तत्र ब्रह्मः जायते, सत्यम्, एतादृशः तत्र यः अस्माकं यः लेवल् अस्ति तत्र तु वयं न जानीमः उच्चारणार्थम् इत्युक्ते किं, सो देट् इस् वै ऐ पुट् दिस् अनुनासिक चिह्नं, सो उकारस्य उपदेशे अजनुनासिक इति सूत्रद्वारा इति संज्ञा, सो प एव अवशिष्यते, पकारः एव अवशिष्यते, अस्तु, इदानीं कणूपि लोपः पुक् इत्कित् अतः आद्यन्तौ टकितौ इत्यनेन अन्ते इति इत्युक्ते न अवगतं भगिनि, पुक् इत् अस्ति तत् अवगतं, परन्तु आद्यन्तौ टकितौ इत्यनेन अन्ते तत् न अवगतम्, अत्र दृश्यतु स्लैड् दृश्यते वा? आमां सो व्याकरणलोके कार्याणि त्रिविधं एकम् आदेशः आगमः नामकरणम् अस्तु आदेशविषये वयं जानीमः तत्र स्थानीवर्णः सर्वदा दत्तम् अस्ति कस्य स्थाने आदेशः करणीयः आदेशे किं भवति एकं वर्णः अपगच्छति तस्य स्थाने द्वितीयवर्णस्य आदेशः भवति सो तत्र स्थानीविषये तत्र कोऽपि भ्रमः न जायते आदेशकार्ये इदानीं यः आगमरूपी कार्यम् अस्ति आगमरूपी कार्ये किं भवति एकं नूतनवर्णस्य तत्र उदयः भवति आगमः भवति सो यः शब्दसमूहः अस्ति यथा धातु अनन्तरं कोऽपि आगमः कुर्मः चेत् तत्र एकं नूतन यथा पुक् इति आगमः सः आगमः अस्ति आगमरूपी कार्यः तत्र कोऽपि पूर्वस्थितः वर्णः न अपगच्छति एकं परन्तु तत्र किं भवति एकं नूतनवर्णस्य तत्र आगमः भवति सो तत्र आगमः कुत्र करणीयम् इति तु सामान्यप्रश्नः आयाति आदौ करणीयं वा सपोज् धातु आगमः सो धातुः प्रथमे तत्र करणीयं वा धातु अन्ते योजयामः वा धातु कुत्रचित् मध्ये योजयामः वा इति तत्र भ्रमः जायते किमर्थं चेत् स्थानीवर्णः अत्र न दत्तं केवलं कस्य प्रत्ययस्य आगमः वा धातु आगमः वा इति तत्र सूत्रे दत्तम् सो आगमस्य विषये तत्र भ्रमः जायते कुत्र करणीयम् इति नूतनवर्णः कुत्र स्थापनीयं वयर् शुड् वि पुट् दिस् नूतनवर्णः सो तत्र महर्षिणा किं कृतम् आगमः केवलं त्रीणि प्रकारकाः एव सम्भवति व्याकरणे एकमस्ति टित् आगमः द्वितीयमस्ति कित् आगमः तृतीयमस्ति मित् आगमः औट् आफ् दीस् थ्री ओन्ली वन् विल् बि दियर् नो अदर् आगमः विल् बि इन् द सम्पूर्ण अष्टाध्यायी ग्रन्थे एतादृशानि एव आगमाः तत्र सन्ति यथा वयं तत्र दृष्टवन्तः लुङ् लङ् लृङ् शु अट् उदात्तः इति एकं सूत्रं वयं दृष्टवन्तः पूर्वे लङ् लकारे लुङ् लकारे अपि च लृङ् लकारे तत्र अट् आगमः भवति अपठत् अट् इति आगमः अट् इति आगमः टित् अस्ति अट् इति कथनेन अकारः टकारः टकारस्य हलन्त्यं सूत्रद्वारा इत् भवति सो अट् इति आगमः कीदृश आगमः टित् आगमः परन्तु इदानीं दृष्टवन्तः अर्ति ह्री व्री ली कनुयि क्षमायि आतां पुक् पुक् इति आगमः कित् अस्ति अपि च तत्र वयं दृष्टवन्तः कुत्रचित् नुम् इति आगमः अपि भवति इदितो नुम् इदित् धातुषु नुम् आगमः भवति नुम् इति कथनेन नकारस्य आगमः उकारः अनुनासिक् अन्तिमकारः हलन्त्यं सूत्रद्वारा किम् इत् भवति सो नुम् इति आगमः मित् अस्ति तस्मिन् मकारः इति संज्ञकः सो दीस् थ्री आगमास् आर् ओन्ली हेपनिङ्ग् इन् व्याकरणशास्त्रः सो इदानीं तत्र महर्षिणा परिभाषा द्वयं दत्तम् आगमस्य विषये एकमस्ति आदि अन्तौ टकितो आदि अन्तौ टक् टित् कित् टित् आगमः टित् टित् इति आगमः आदौ भवति प्रथमे आयाति इन् द यस्य आगमः तस्य आदौ कित् इति आदि अन्तौ टकितौ कित् इति आगमः अन्ते करणीयं सर्वदा अन्ते करणीयम् एतत् सूत्रं सो आदि अन्तौ टकितौ इति किं परिभाषासूत्रम् अनेन सूत्रं किं ज्ञायते आगमः टित् अस्ति चेत् आदौ करणीयम् आगमः कित् अस्ति चेत् अन्ते करणीयम् इति आदि अन्तौ टकितौ सूत्रस्य अर्थः अनन्तरं तत्र महर्षिणा मित् विषये किं मित् विषये किं करणीयं मित् विषये सः वदति मिदचो अन्त्यात् परः मित् इति आगमः अन्तिम् अच् यस्य आगमः सपोज् धातु आगमः तत्र धातौ यः अन्तिम् अच् अस्ति तस्य परे करणीयं सो यू गाट् द प्लेस् वेर् हेव् टु पुट् दिस् मित् आगमः कित् आगमः टित् आगमः वेर् शुड् ऐ दिस् नूतनवर्णः कुत्र आयाति इदानीम् अहं परिभाषाद्वारा जानीमः मित् इति आगमः अन्तिम् अच् परे टित् इति आगमः आदौ कित् इति आगमः अन्ते सो अत्र पुक् यः आगमः भवति सः कित् अस्ति, कीदृश आगमः, कित् आगमः, सो आदि अन्तौ टकितौ इति सूत्रेण अन्ते आयाति, धातुः अन्ते योजनीयं, न तु कुत्रचित् मध्ये. सो अत्र सो दिस् इस् दट् इस् वै वी आर् एडिङ्ग् दिस् प एट् द एण्ड् नाट् इन् द फ्रण्ट् नाट् इन् द अवगतं वा भगिनि? आदि अन्तौ टकितौ इति परिभाषासूत्रं, वेर् वेर् ऐ हव् पुट् दिस् रेड् इङ्क् देट् इस् द सूत्रः, दिस् इस् द सूत्र. सो आदि अन्तौ टकितौ इति परिभाषासूत्रं. सो अनेन सूत्रेण एव पुक् तु करणीयम्, एतेषां धातूनां पुक् आगमः इति सूत्रं वदति, परन्तु कुत्र करणीयम्, आदौ करणीयं वा मध्ये कुत्रचित् करणीयं वा अन्ते करणीयं वा, कथं जानीमः? अनेन सूत्रेण, आदि अन्तौ टकितौ इति सूत्रेण अन्ते करणीयम्. अतः क्नूप् इति भवति, पुगन्तम् अङ्गं भवति. धन्यवादः. इदानीं कनूपि इति आदिदेशिक धातुः. चेतन भगिनी, अत्र कनूपि लटिरूपं, तत्र तस्य लपि लटिरूपं विषये वदतु भगिनि. नोपयते इति भवति, अपि चेतन भगिनी अस्ति वा? एकं कनूपि लटिरूपे इच्छामः चेत् कनूपि योगशप् योगति भवति, कनूपि योग लट् तत् तादृश वदतु. लटि एकवचनस्य विवक्षायां तत्र धातुः अनन्तरं प्रथमे किम् आयाति? लट् लकारः, लट् इति प्रत्ययः. सुशप् भवति खलु? किमर्थं शप्? किमर्थम् इत्युक्ते एतत् सनादि प्रत्ययः अस्ति, अतः गणचिन्तनं न करणीयम्. सत्यम् एव, इम्पार्टेण्ट् पायिण्ट्. आदिदेशिकधातुः विषये गणचिन्तनं न करणीयं. धातुः कस्मिन् गणे अस्ति? बिकास् दिस् विल् नाट् बि इन् द पाणिनि धातुपाठः न. सो पाणिनिधातुपाठे ये धातवः तेषां विषये एव गणचिन्तनं करणीयं. धातुः प्रथमगणे वा द्वितीयगणे वा तृतीयगणे वा तत् चिन्तनम् इति गणचिन्तनं. सो गणचिन्तनं केवलम् औपदेशिकधातुविषये एव करणीयं. देट् इस् वै ऐ हेव् रिटन् दिस् आतिदेशिकधातुः. कनूपि इति यः धातुः सः अस्माभिः निर्मितं धातुः. वी हेव् मेड् दिस् कनूपि धातु बै एडिङ्ग् दिस् निच् सनादि प्रत्ययः. सो दिस् इस् नाट् औपदेशिक धातुः. अत्र इत् संज्ञा अपि न करणीयं. सो कनूपि विषये तत्र अस्माभिः निर्मितं धातु अस्ति, धातुसंज्ञा तु प्राप्नोति, धातु अस्ति. किमर्थं चेत् सूत्रम् अस्ति, सन्नाद्यन्तः धातुवः. सो कनूपि इति यः शब्दसमूहः तस्य धातुसंज्ञा केन सूत्रेण? भुआदयः धातुवः इति सूत्रेण न, परन्तु सनाद्यन्तः धातुवः इति सूत्रेण कनूपि इति शब्दसमूहस्य धातुसंज्ञा. सो इदानीं धातुयोगतिप् कुर्मः चेत् तत्र कीदृशस्थितिः भवति इति वयं पश्यामः. वदतु भगिनि. हरिः ओं महोदय. उपरि सूत्रे सर्वाणि धातु अतिदेशिक अस्ति किम्? एते अर्तिह्रीविषये महोदय, एते सर्वे औपदेशिक धातु पाणिनि धातुपाठे, एते सर्वे औपदेशिक कथं जानामि कि अतिदेशिक धातु अस्ति? पाठं पश्यामः, धातुपाठं पश्यामः चेत् जानीमः न. कनूयि मिक्स् अस्ति किम्? औपदेशिक आतिदेशिक धातु मिक्स् अस्ति सूत्रे? न न, कुत्र मिक्स् अस्ति? महर्षि नेवर् सेज् एनी आदेशः फार् आतिदेशिक धातुः. देयर् इस् नो आदेश फार्. एक निमिषम्. आर्ति रि धातु अस्ति, रि औपदेशिक धातु अस्ति. रुकारः औपदेशिक धातु महोदय, रुकारः औपदेशिक धातु. हरि हरि हरि अपि औपदेशिक, सर्वे औपदेशिक धातवः एव. कनुपि मत् छाडि मत् सर्वाणि धातु उपदेशिक अस्तु सर्वे अत्र आम् अस्मिन् सूत्रे ये धातवः दत्तं ते सर्वे औपदेशिकधातवः एक्सेप्ट् कनुयि न कनुयि अपि औपदेशिकधातुः हौ डु वि मेक् आतिदेशिकधातुः तत्र सनाद्यन्तः धातवः ये सूत्रेण ये धातवः निर्मीयते तेषां निर्माणं कथं भवति औपदेशिकधातुतः निच् योजयामः चेदेव तत्र आतिदेशिकधातूनां निर्माणं भवति सो कनुपि इति यः इदानीं यः कनुपि इति यः शब्दसमूहः सः आतिदेशिकधातुः न तु कनुयि कनुयि इति औपदेशिकधातुः कनुयि इति यः अस्ति देट् इस् औपदेशिक बट् दिस् नौ देट् निच् प्रत्ययस्य योजनेन यः शब्दसमूहः कनुपि इति यः शब्दसमूहः तस्य धातुसंज्ञा सनाद्यन्तः धातुवः इति सूत्रेण तस्य अस्य शब्दसमूहस्य धातुसंज्ञा सनाद्यन्तः धातुवः इति सूत्रेण भवति किमर्थं चेत् अस्य अन्ते सनादि निच् इति सनादिप्रत्ययः अतः कनुपि इति सनादिप्रत्ययः सनादिधातुवः सनादिदन्त सनाद्यन्तः धातुवः वदतु भगिनि महोदय औपदेशिक धातुः अस्ति तत् कारणे तत्र तिङ् प्रत्यये आयाति विकर्ण अपि आयाति तो तत्र न पुगन्त कार्यं न करोति न तत्र तस्मिन् दशायां पुगन्तं कार्यं न करो यथा पुकागमः भवति अनन्तरम् एव पुगन्तं कार्यं करोति आम् यथा तत्र पुक् इति आगमः भवति अनन्तरम् एव एतस्य सूत्रस्य प्रसक्तिः पुगन्तलघुपदस्य च पुक् भूत्वा एव सूत्रस्य प्रसक्तिः पूर्वे तु सूत्रस्य प्रसक्तिः नास्ति किमर्थं चेत् कन्वी धातु प्रथमपुरुषे एकवचने लट् लकारे सम्पादित करोमि तत् तत्र पुगागमः न भवति आम् केवलं निचि परे एव पुकागमः भवति अस्तु आम् यथा निचि प्रत्ययः परे आयाति यस्मिन् कस्मिंश्चित् धातु अनन्तरं यस्मिन् सोरि एतेषां धातु अनन्तरं निच् योजयामः इत्युक्ते पाठयोग निच् कुर्मः चेत् तत्र तु पुकागमः न भवति तत्र पाठी एव भवति तत्र प न श्रूयते किमर्थं चेत् विशिष्टधातूनाम् एव पुकागमः न तु सर्वेषां धातूनां परन्तु तदपि कदा तथा कदा भवति निचि परे एव भवति इत्युक्ते कनुयि योग अनियर् कुर्मः चेत् तत्र न पुकागमः भवति अत्र पुग्नौ इति यः अस्ति अत्र निच् परे एव पुकागमः न तु अन्यस्मिन्प्रत्ययसङ्गे पुगागमं भवति अन्यथा न भवति अन्यथा न भवति आम् सत्यं महोदय वदतु भगिनी इदानीं कनुपि योगतिप् कनुपि योग शप् योगति भवति न शप् प्रत्ययस्य विधानं केन सूत्रेण भवति शप् इति प्रत्ययः केन सूत्रेण आयाति न अस्माकं विवक्षा अस्ति लट् लकारस्य एकवचनस्य सो कनुपि योग लट् लट् स्थाने तत्र एकवचने तिप् प्रत्ययः आयाति सो कनुपि योग तिप् सो तिप् इति प्रत्ययः कीदृशप्रत्ययः लट् लकारस्य तिप् प्रत्ययः आम् सो केन सूत्रेण मध्ये शप् कर्तरी शप् सार्वधातुके तु धातु अनन्तरं कोऽपि सार्वधातुः तत्र केवलं धातु दत्तं न तु औपदेशिकधातुः सो वेर् वेर् वि आर् रीडिङ्ग् दिस् औपदेशिक उपदेशे उपदेशे उपदेशे उपदेशे इति पदं बहु तत्र तस्य अर्थं भवति सो तत्र कर्तरि शप् सार्वधातुके इति सूत्रे धातुः यत्किमपि हि धातुः आतिदेशिक वा औपदेशिक वा तस्य धातुः यस्य कस्य धातुसंज्ञा अस्ति तस्य अनन्तरं कोऽपि सार्वधातुप्रत्ययः भवति चेत् मध्ये शप् इति विधानं सो अत्रापि कनुपि इति धातु अस्ति आतिदेशिकधातु तत्र सत्यं पत्र परन्तु कनूपि इति यः शब्दसमूहः तस्य धातुसंज्ञा अस्ति व्याकरणे केन सूत्रेण सनाद्यन्तः धातवः इति सूत्रेण कनूपि इति शब्दसमूहस्य धातुसंज्ञा अतः अत्र धातुयोगत्यप् यथा भवति तत्र मध्ये शप् आयाति सो आतिदेशिकधातुविषये घनचिन्तनं न करणीयम् अतः तत्र किं भवति सर्वदा शप् एव तिष्ठति सार्वधातुप्रत्ययः परे सर्वदा मध्ये शप् एव तिष्ठति इदानीं वदतु महोदय गणे तु गणचिन्तनं तु कर्तव्यं गणचिन्तनं केवलम् औपदेशधातूनाम् एव कर्तव्यं धातु आदिदेशनूय अस्ति प्रथमपुरुषे एकवचने लिट् अबौट् कनूपि प इ कनूपि वि आर् नाट् डिस्कसिङ्ग् अबौट् कनूयि कनूपि विषये अस्तु वदतु भगिनि सो नौ वी हेव् कनूपि योगशप् योगति लशक्वतद्धिते हलन्त्यम् इति सूत्रेण शकारस्य पकारस्य लोपः भवति अ अवशिष्यते अतः संज्ञा भवति तस्य लोपः इति सूत्रेण इत् संज्ञा भवति तस्य लोपः सूत्रेण तस्य लोपः भवति अतः कनोपि योग अयोगति भवति इदानीं कनोपि इकारः अस्ति कुत्र अस्ति कनोपि अन्ते इकारः अस्ति किं वदामः धातुः इगन्तम् इगन्तम् अन्ते यस् तत् इगन्तं धातुः इगन्तम् इगन्तं भवति अतः सार्वधातुक आर्धधातुकयोः सूत्रेण तस्य गुणः भवति अतः क्नोपे योग अयोगति भवति इदानीम् ए योग अ एचोयवायावः सूत्रेण ऐ आयाति सो कनोप् योग ऐ योग अयोग ति भवति वर्णमेलनं कृत्वा कनूपयति भवति कनूपयति इति कीदृशरूपं रूपं लटीरूपं निजन्तलटीरूपं न तु लटीरूपं निजन्तलटीरूपं किमर्थं चेत् प्रथमे तत्र निच् प्रत्ययस्य योजनेन एव कनूपि इति अङ्ग इति धातुः निष्पद्यते सो निजन्तलटीरूपम् अस्ति कनोपयति अयति इति भवति अस्तु इदानीं तत्र पुगन्तलघुपदस्य च इति सूत्रेण न केवलं तत्र पुगन्तलघुपदस्य च इति सूत्रेण न केवलं तत्र लघु उपदावरणस्य गुणः परन्तु पुगन्त अङ्गस्य एकः गुणः अपि भवति कृष् इति धातुः उपदायां लघु इकवर्णः अस्ति सो अत्र यः प्रथमभागः धातुः उपदायां लघु इक् चेत् तस्य गुणः भवति सो अत्र लघुपदं यः अस्ति तत्र उपदायां स्थितस्य लघु इकवर्णस्य एव गुणः बिकास् साक्षात् सूत्रे दत्तम् उपदायां फस्ट् इट् हेस् द इकः शुड् बी इन् द उपदा प्लेस् सेकेण्ड् दट् इक् शुड् बी लघु इक् प्रथमभागः यः सूत्रस्य प्रथमभागः यः अस्ति धातुः उपदायां लघु इक् चेत् तस्य गुणः भवति यदा तस्य परे कोऽपि सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः द्वितीयभागमस्ति पुगन्तङ्गस्य इकः गुणः न तु तत्र उपदा इति पदम् आयाति न तु तत्र लघु इति पदम् आयाति स्वपुगन्त भूत्वा यः अङ्गं निष्पद्यते तत्र इकवर्णस्य गुणः. सो यत्र कुत्रापि तत्र सर्वदा तत्र प्रक्रिया सी वेन् वि सी द प्रक्रिया वि फैण्ड् देट् इकवर्णः कम्स् एट् द उपद प्लेस् ओन्लि बट् तस्य देट् डस् नाट् मीन् देट् पुगन्ताङ्गस्य तत्र किं वाक्यं किं पुगन्ताङ्गस्य इकः गुणः पुगन्त अङ्गे यः इकवर्णः तस्य गुणः करणीयं तावत् एव महर्षि वदति. परन्तु लघुपदस्य इति विषये न केवलं तत्र उपदा इति अस्ति लघु अपि अस्ति. सो उपदास्थितस्य इकवर्ण लघु इकवर्णस्य एव गुणः न तु दीर्घ इकवर्णस्य. किमर्थं चेत् विशेषणरूपे लघु इति साक्षात् दत्तम् अस्तु. सो पुगन्तलघुपदस्य च न केवलं पुगन्ताङ्गस्य एकः गुणः भवति परन्तु लघुपदस्य अपि तत्र गुणः भवति परे कोऽपि सार्वधातुक अथवा आर्धधातुक प्रत्ययः अस्ति चेत्. अस्तु इदानीं तत्र करपत्रस्य प्रति गच्छामः. कुत्र अस्ति करपत्रम्? आम् अत्र अत्र कुत्र पाठनीयं कोऽपि स्मारयति वा? आर्ति हिरीतो तत्र पूर्वस्मिन् वर्गे एतत् परिच्छेदं पठितं तर्हि निच् प्रत्ययः परे अकारान् दापि इति एतत् परिच्छेदं पठितं वा अथवा न पठितं? तर्हि निच् प्रत्ययः परे अहं चिन्तयामि पठितं कोऽपि वदतु. न पठितं वा? अत्र तत् अस्तु इदानीं तत्र प्रारम्भ तर्हि निच् प्रत्ययः आरभ्य तत्र पठामः. अस्तु मञ्जरी भगिनी पठितुम् इच्छति वा भगिनि? अत्र एकवारम् एतत् लट् लकारे रिप् इति तत्र तदारभ्य पठतु. लट् लकारे रिप् अर्प अर्पि अर्पयति रिप् रेप् रेपि रेपयति लिप् लेप् लेपि लेपयति रिप् रेप् रेपि रेपयति. एतत् वयं दृष्टवन्तः. अलोन्त्यात् पूर्व उपधा वर्णसमुदायस्य यः अन्तिमवर्णः तस्मात् पूर्ववर्णस्य उपधासंज्ञा भवति. संज्ञासूत्रम् अलः पञ्चम्यन्तम् अन्त्यात् पञ्चम्यन्तम् पूर्वः प्रथमान्तम् उपधा प्रथमान्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् अस्ति. अन्त्यात् अलः पूर्व उपधा. सूत्रस्य कः अर्थः वदतु? अलो अन्त्यात् पूर्व उपधा इति संज्ञासूत्रम्. उपधा इत्युक्ते किम्? अस्मिन् सूत्रे दत्तम् उपधा इत्युक्ते किं वदतु? अलः पञ्चम्यन्तं पदमस्ति तथा परकार्यं पूर्वनिमित्तमस्ति. पूर्वः प्रथमान्तं पदमस्ति तत्र कार्यं भवति आदेशः भवति. उपधा प्रथमान्तम् भगिनि अत्र संज्ञासूत्रम् अत्र कार्यस्य विषये न दत्तम्, अत्र यः पञ्चमी अन्तं पदः सः केवलम् अत्र विशेषणविशेषभावः तत्र अत्र उपदा इति संज्ञा कस्य इत्युक्ते उपदा इति एकं संज्ञा अस्ति. सो उपदा इति विशेष्य उपदा इति विशेष्य तस्य तत्र विशेषणं किम् इत्युक्ते यः अन्तिम अलः कीदृश अलः अन्तिम अलः पूर्वे. सो उपदा उद्दिश्य तत्र उद्दिश्य तत्र कस्यचित् स्थानस्य तत्र संज्ञा भवति. सो उपदा इति संज्ञा कस्य अन्तिम अलपूर्वयः. अत्र पञ्चमी इति निमित्तपञ्चमी नास्ति, अत्र केवलम् अत्र विशेषणविशेषः भावः यः कीदृश अलः अन्तिम अलः. सो अन्त्यात् अलः, सो अलः इति पञ्चम्यं दन्तम् अस्ति. अन्त्यात् अलः पूर्वे यः वर्णः, अत्र वर्ण उद्दिश्य तत्र उपदा इति संज्ञा. कीदृशवर्णः अन्तिम अल शब्दसमूहे यः अन्तिम अलः तस्य पूर्वे यः अलः तस्य उपदा इति संज्ञा. सो अत्र अर्पि इति यः अस्ति, अत्र अर्पि इति यः अस्ति अन्ते इकारः, इकारस्य साक्षात् पूर्वे यः अलः सः पकारः. सो अत्र अस्मिन् शब्दसमूहे पकारस्य उपदा संज्ञा. तथैव यत्किमपि शब्दसमूहः वर्तते तस्मिन् शब्दसमूहे यः अन्तिम अलः तस्य साक्षात् पूर्वे यः अलः तस्य उपदा इति संज्ञा. सो उपदा इति संज्ञा व्याकरणे कस्य अन्तिम अलपूर्वे यः वर्णः तस्य उपदा इति संज्ञा. अलो अन्त्यात् पूर्वम् उपदा इति संज्ञासूत्रम्. अनेन सूत्रेण उपदा इत्युक्ते किं व्याकरणे तस्य अर्थं दत्तं. सो अन्तिम अलपूर्वे यः अलः तस्य उपदा संज्ञा. अन्तिम अलपूर्वे किम्? अल एव भवति. अन्तिम अलपूर्वे यत्किमपि वर्णः तस्य उपदा इति संज्ञा तावदेव अस्ति. बिन्दुद्वयं पठतु अत्र चुरादिगणे. चुरादिगणे पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्ति. चुर चोरयति, तुल् तोलयति, घुष् घोषयति, चुद् चोदयति, विल् वेलयति. तुल् विषये वदतु. चुरादिगणे तत्र किं भवति? चुरादिगणे तत्र प्रत्ययः केन रूपेण आयाति? चुर् चुरादिगणे दशमे गणे शप् प्रत्यय आयाति. चुर् शप् पूर्वे तत्र एकम् अन्यत् प्रत्ययः अपि आयाति. शपस्य प्राक् तत्र एकम् चुरादिगणे तत्र सर्वधा यत्किमपि धातुः चुरादिगणे तत्र सन्ति तस्य तत्र नीच प्रत्ययः प्रथमसोपाने एव आयाति. परन्तु तत् तत्र हेतुमति च सूत्रेण नीच प्रत्ययः न आयाति. चुरादिगणे यः नीच प्रत्ययः धातु अनन्तरं विधानं भवति भिन्नसूत्रेण. तत्र बहु दीर्घं सूत्रम् अस्ति. प्रथमे तु तत्र धातुविषये दत्तम्, अनन्तरं चुरादिभ्यः निच् इति तत्र लेकिन् तत्र यः निच् प्रत्ययः आयाति सः स्वार्थे आयाति, प्रेरणार्थे न आयाति. सो स्वार्थे इत्युक्ते किं? तस्य धातुः केवलं तत्र पालनपोषणं करोति, तत्र कोऽपि अर्थभेदं न जायते. तत्र निच् योजनेन कोऽपि अर्थस्य परिवर्तनं न भवति. अतः वयं किं वदामः, चुरादिगणे यः प्रथमसोपाने धातु अनन्तरं निच् प्रत्ययः आयाति सः तु स्वार्थे आयाति, न तु प्रेरणार्थे. सो चुर्योगनिच् योग शप् योगति. इदानीं वदतु, चुर्योगनिच् यथा भवति तत्र किं भवति? तत्र चकारस्य इत्संज्ञा भूत्वा तस्य लोपः सूत्रेण लोपः भवति, णकारस्य इत्संज्ञा भूत्वा णकारस्य लोपः भवति, चुर्योग इ योग शप् योग इ तत्र शप् प्रत्यये पकारस्य न भगिनि चुर्योग नीच् नीच् इति प्रत्ययः धातु अनन्तरं नीच् प्रत्ययस्य विधानं कीदृशप्रत्ययः नीच् सो चुर् इति कीदृश अङ्गम् चुर्योग आर्धधातु प्रत्ययः सो तत्र गुणचिन्तनं करणीयम् आदौ एव करणीयं सो चुर् इति कीदृश अङ्गम् इगन्तम् अस्ति वा चुर् इति चुर् इगन्तम् अङ्गम् अस्ति वा चुर् इति इगन्तं कथम् अस्ति चुर् इति कथम् इगन्तम् अस्ति अन्ते रकारः अन्ते इकवर्णः अस्ति वा चुर् इति कीदृश अङ्गम् चुर् इति हलन्त अत्र हलन्ताङ्गम् अस्ति अन्ते हल् वर्णः परन्तु अलो अन्त्यात् पूर्व उपधा इति सूत्रेण उपधायां कः वर्णः उकारः तच्च उकारः कीदृश उकारः स च उकारः कीदृश उकारः ह्रस्व इकारः लघु उकारः सो लघुपदाङ्गम् अस्ति अत्र लघुपदाङ्गम् अस्ति चुर् इति लघुपदाङ्गम् लघुपद अङ्गस्य इकः गुणः सार्वधातुक् अथवा आर्धधातुक् प्रत्ययः परे इति सूत्रं पुगन्तलघुपदस्य च सो चुर् इति लघुपदाङ्गम् लघुपदाङ्गस्यापि इकः गुणः भवति आर्धधातुक् प्रत्ययः परे निचिति आर्धधातुक् प्रत्ययः इदानीं वदतु चुर् योग णिच् योग चप् योग टि चुर् चुर् योग इ योग अयोग णिच् प्रत्ययस्य कारणेन some change occurs in chur because of this nich pratyah what is that change chur becomes chor chor ha chur becomes chor ken sutren sutram eva pramanam sutram api vaktavyam ken sutren chur becomes chor guna pradatya पुगन्तलघुपदस्य च सम्पूर्णसूत्रं वक्तव्यं पुगन्तलघुपदस्य च इति सूत्रम् अनेन सूत्रेण चुर् इति चोर् भवति किमर्थं चेत् साक्षात् परे अर्धधातु प्रत्ययः सो चुर् बिकम् चोर् चोरी चोरि इति चोरि इति नूतनधातुः चोरि इति आतिदेशिकधातुः चोरि चोरि इति नूतनधातुः तस्य धातुसंज्ञा सनाद्यन्तः धातुवः इति सूत्रेण भवति सो चोरि देट् इस् वै चुरादिगणे सर्वदा तत्र किं तत्र सर्वदा प्रथमसोपानेन एव निचायाति सो सर्वदा तत्र चोरि तोलि घोषि इति अङ्गं निष्पद्यते घोषी इति आतिदेशिकधातुः तोली इति आतिदेशिकधातुः चोरी इति आतिदेशिकधातुः वेली इकारः निच् प्रत्ययस्य इकारः योजयामः चेत् चोरि इति भवति चोरि इति आतिदेशिकधातुः सो चुरादिगणे अपि सर्वदा शपेव तिष्ठति अनन्तरं किमर्थं चेत् अत्र सनाद्यन्तः धातुवः इति सूत्रेण निच् प्रत्ययस्य योजनेन किं भवति चोरी इति यः अस्ति सः धातुसंज्ञा प्राप्नोति chori is now becomes a nutana dhatu churto apadeshik dhatu but chori gets a dhatu sangya by which sutra sanajantah dhatuvah so sanajantah dhatuvah anantaram kevalam kartari shap sarvadhatu ke iti sutra dwara sarvada shape vayati atah dashama gane sarvada tatra shapev tishthati चोरि योग शप् योगति इदानीं वदतु शप् इदानीं वी हेव् टु गो स्टेप् बै स्टेप् नौ अङ्गम् इस् चोरि एण्ड् प्रत्यय इस् शप् वदतु पकारस्य फलन्त्यम् इति सूत्रेण इत्संज्ञा शकारस्य लशक्वतद्धिते इति सूत्रेण इत्संज्ञा द्वयोः लोपः तस्य लोपः सूत्रेण भूत्वा अतिष्ठति चोरि योग अयोगति चोरयति चोरयति चोरि योग शप् इदानीं शप् इति प्रत्ययः कीदृशप्रत्ययः अ इति यः अवशिष्टभागः सः शप् प्रत्ययस्य प्रतिनिधिः शप् इति प्रत्ययः कीदृशप्रत्ययः शप् प्रत्ययस्य स्वभावः कः वेनेवर् वी आर् डिस्कसिङ्ग् गुणकार्य वृद्धिकार्य देट् टैम् वी हेव् टु रिमेम्बर् आर्धधातुक् एण्ड् सार्वधातुक् संज्ञा प्रत्ययानां सो शप् इति प्रत्ययः कीदृशप्रत्ययः सार्वधातुक् कथं जानीमः कथं जानीमः सत्यं तिंक्षित् सार्वधातुकम् इति संज्ञासूत्रेण अहं जानीमः शप् इति षित् अस्ति अतः तस्य सार्वधातुकसंज्ञा सो इदानीं चोरि इति कीदृश अङ्गं चोरि अन्ते अन्ते इकवर्णः वर्तते अत्र अत्र इगन्तम् अङ्गम् अस्ति अङ्गम् इघन्तम् अस्ति इक् अन्ते यस्य अङ्गस्य तद् इघन्त अङ्गं चोरि इति इघन्त अङ्गम् इ उ रु एते सर्वे इक् वर्णाः सो चोरि इति इघन्तम् अङ्गम् अस्ति परे सार्वधातुप्रत्ययः अकारः सार्वधातुप्रत्ययः सो किं करणीयम् किं करणीयम् इघन्त अङ्गस्य साक्षात् परे इगन्त अङ्गस्य साक्षात् परे सार्वधातुकप्रत्ययः विधीयते चेत् तत्र किं करणीयं गुणकार्यं करणीयं केन केन सूत्रेण अत्र कार्यं वदतु मञ्जरी भगिनी चोरि योग अ इति सार्वधातुकप्रत्ययः चोरि इति इगन्त अङ्गम् इघन्त अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रेण किं भवति न पुगन्तलघुपदस्य च इति सूत्रेण न सार्वधातुक अर्धधातुकयोः किमर्थं चेत् अङ्गम् इगन्तम् अस्ति वदतु अनन्तरम् इगन्तम् इगन्तधातुः वृद्धिः भवति किमर्थं वृद्धिः सूत्रं पठितं वा चोरि योग अन्ते इक् वर्णः अस्ति चोरि इति अन्ते इक् वर्णः तस्य परे सार्वधातुकप्रत्ययः सो सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्ताङ्गस्य गुणः भवति इकारस्य गुणः कः एकारः तु किं भवति चोरे योग इकारस्य गुणः एकारः चोरे योग इदानीं वदतु इदानीं किं कार्यम् एकारस्य साक्षात् एकनिमिषं महोदय अत्र चोरे भवति वदतु चोरे अभवत् तत् एकनिमिषः महोदय, एकनिमिषः. चोरे एकारस्य साक्षात् अनन्तरम् अ अस्ति चेत् तत्र केन सूत्रेण कार्यम्? अत्र स्वरद्वयं साक्षात् तत्र वर्तते, परे वर्तते. सूत्रं सूत्रमपि वक्तव्यम्. एकारस्य स्थाने ऐ इति आदेशः, ऐ एचो यवायावः इति सूत्रेण एच् प्रत्याहारस्य वर्णस्य परे अचि परे तत्र ऐ अव् ऐ आय अपि च आव् इति आदेशः. इदानीं केवलं वर्णमेलनं. चोरयति इति रूपं, चोरयति. सो तत्र प्रथमे निच्पकारणेन चुर् भव चुर् चोर् भवति, अनन्तरं शपकारणेन चोरे भवति. सो अत्र सूत्रद्वयस्य प्रसक्तिः. प्रथमे पुगन्तलघुपदस्य च इत्यनेन कार्यम्, अनन्तरं सार्वधातुकार्धधातुकयोः इति सूत्रेण कार्यम्. सो चुरादिगणे इघुपदधातुविषये, इघुपदधातुविषये तत्र प्रथमे निचकारणेन गुणः भवति, अनन्तरं शपकारणेन अपि गुणः भवति. सि कुत्रचित् तिपकारणेन अपि गुणः भवति, परन्तु इदानीं दृश्यतु अत्र चोर, दिस् मौस् इस् नाट् रैट्, चोर चोर य य चोर य योग तिप्, बिकास् तिप् इस् आल्सो ए सार्वधातुक प्रत्ययः. सो अङ्गं किम् अस्ति अत्र? अङ्गम् अदन्तम् अस्ति, अन्ते अकारः अस्ति. सो इघन्तं नास्ति. सो इघन्तं नास्ति चेत् सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः नास्ति. अपि च उपधायाम् अत्र भगिनी कः वर्णः, उपधायां कः वर्णः? चोरै यः अङ्गम् अस्ति, चोरय यः अङ्गम्, अत्र उपधायां कः वर्णः? यकारः. सो इक् वर्णः उपधायां नास्ति, इ ऊरु उपधायां नास्ति, अतः अत्र अङ्गे गुणप्रसङ्गः नास्ति. यद्यपि तिप् इति प्रत्ययः सार्वधातुप्रत्ययः, परन्तु अङ्गे गुणस्य प्रसङ्गः नास्ति. इगन्तं नास्ति, उपधायां ह्रस्व इक् वर्णः नास्ति, अतः अत्र पुनः गुणकार्यं न भवितुम् अर्हति. यदि अङ्गे गुणप्रसङ्गः अस्ति तत्र तिप् कारणेन अपि गुणः भवति. सो सर्वदा यदा यत्र यत्र प्रत्ययः आयाति तत्र सर्वदा अङ्गं तत्र द्रष्टव्यं, कीदृश अङ्गम्. यथा निच् प्रत्ययस्य कृते तु केवलं चुर् इति अङ्गम्, परन्तु शप् प्रत्ययस्य कृते तु चोरी इति अङ्गम्. प्रत्ययस्य प्राक् यत् भागं तत् सम्पूर्णं अङ्गम् इति उच्यते. तिप् प्रत्ययस्य कीदृश अङ्गं? चोरय इति अङ्गम्, परन्तु अङ्गे अङ्गः इगन्तं नास्ति, उपधायाम् इकवर्णः नास्ति, अतः अङ्गे गुणप्रसङ्गः नास्ति. अतः तिप् केनाट् डू कार्यं, बिकास् अत्र प्रसङ्गः एव नास्ति. अन्यथा तु तिप् कारणेनापि गुणः भवति कुत्रचित्. सर्वदा प्रत्ययस्य प्राक् यत् भागं तत् पश् तद् द्रष्टव्यं, कीदृश अङ्गम् अस्ति, कार्यं भवति वा न भवति, करणीयं वा न करणीयं, तत् सर्वदा पश्य तत् द्रष्टव्यम्. अस्तु, तथैव तत्र तुल्विषये, गुष्विषये, चुद्विषये, विल् विषये, विल् वेल् भवति निजकारणेन, तत्र वेली योगशप्. सो वेले योगशप्, वेलयति इति रूपम्. तिप् प्रत्ययस्य कृते तु अधन्ताङ्गम्. आं वदतु महोदय, किं प्रश्नः? महोदय, अत्र द्विरूपम् अभवत्. नम्बर् एक् तु चोरयति, सेकेण्ड् मध्ये चोरेयति. तु चोरयति तु मत्युज स्वार्थे मत्युज किञ्चित् प्रत्यये कारणे अभवत् किल, और् चोरेयति. चुर् इति धातुः महर्षिणा चुरादिगणे स्थापितः, तु सर्वदा तत्र निच् आदौ एव आयाति. तत्र प्रेरणार्थे निच् नास्ति, तत्र तत्र बै डिफाल्ट् निच् प्रत्ययः सर्वेषु चुरादिगणे धातूनां विषये प्रथमसोपाने एव निचायाति. सो तत्र अय इति अय योजनेन एव तत्र लटिरूपं निष्पद्यते. भवान् किं वक्तुम् इच्छति? नहीं, जस्ट बिफोर यू है मंतुजा की जो है सिद्धम अकरोत् चोरयति जस्ट बिफोर. स्क्रीन मध्य अस्ति भवती अलिखत चोरयति कुत्र लिखत सिद्ध चोर बिकम्स चोर. एक निमिष स्क्रीन न दृश्यते महोदय. स्लाइड दृश्यते वा? एकनिमिषः अहं स्लैड् शेर् कर. स्लैड् दृश्यते वा? स्लैड् न दृश्यते. हा, पिपिटि न दृश्यते वा? आम् आम् आम् दृश्यते. न इदानीम् अत्र किमपि दृश्यते एव. चूर् बिकम्स् चोर् बिकास् आफ् निच्. अस्तु महोदय, because of nich this chur became chor. yoga yoga nich pratyasi ikarah yoga tatra idanim tatra prathme to so idanim kim asti chur becomes chor because of pugant lagu padasya cha idanim tatra kim bhavati chori iti angam asti chori iti angam so chori iti nijhant angam so nijhant प्रत्ययस्य योजनेन यत् निष्पद्यते तस्य धातु इति संज्ञा भवति. केन सूत्रेण? सनाद्यन्तः धातुः. सो वेदर् द नीच् वी आर् एडिङ्ग् नीच् प्रेरणार्थे और् स्वार्थे, देट् डस् नाट् हेव् टु डू एनिथिङ्ग् वित् सनाद्यन्तः धातुः. यस्य अन्ते सन् प्रत्ययः विधीयते तस्य धातु इति संज्ञा भवति सनाद्यन्तः धातुः. सो सन् आदि प्रत्ययः यस्य अन्ते तस्य धातु इति संज्ञा. इदानीं चोरी इति सनादि धातुः. सो चोरी इदानीं तत्र किं भवति? चोरी योग एकवचने तत्र तिप् प्रत्ययः. चोरी योग तिप्, तिप् इति सार्वधातुकप्रत्ययः. तिप् इति सार्वधातुकप्रत्ययः. सो कर्तरि शप् सार्वधातुके इति सूत्रं वदति कस्यचित् धातुः साक्षात् सार्वधातुकप्रत्ययः आयाति चेत् तत्र कर्तर्थके आयाति, अपि च सार्वधातुकप्रत्ययः परे आयाति चेत् तत्र किं भवति? शप् इति प्रत्ययस्य विधानं शप् मध्ये आयाति. चोरी योग शप् योग अस्ति. आम्, योग अ योग तिप्ति. अस्तु, सो इदानीं शप् इति प्रत्ययः सार्वधातुक अस्ति, पित् अपि अस्ति, यु नो दिस्. सो शप् इति प्रत्ययः सार्वधातुक प्रत्ययः, तिंशित् सार्वधातुकं. सो सूत्रम् अस्ति सार्वधातुक अर्धधातुकयोः. सार्वधातुक अर्धधातुकयोः इति सूत्रं वदति अङ्गम् इगन्तम् अस्ति चेत् अङ्गसंज्ञा कदा भवति? यदा तस्य तस्य अनन्तरं प्रत्ययः आयाति. प्रत्ययस्य विधानं न भवति चेत् अङ्गसंज्ञा अपि न भवति. सो चोरी इति यः अस्ति इदानीं शप् प्रत्ययस्य कृते अङ्गं भवति. सो अङ्गम् इघन्तम् अस्ति, सो किं भवति? चोरे भवति. इकारस्य गुणः एकारः, चोरे योग अ. सो इदानीं चोरे योग अ भवति चेत् तत्र सन्धिकार्यम् अच् सन्धि. सो ए स्थाने तत्र अत्र कुत् चोरयति कुत्र भवति महोदय? चोरे यति चोरेति एचो याव याव सूत्रेण सूत्रेण चोर चोरयोग अय अय इति एकारस्य स्थाने अय अनन्तरम् अ अनन्तरं ति. वर्णमेलनेन किं भवति? चोरयति चोरयति चोरयति चोरयति इति रूपं सर्वदा एतत् सोपाने एव भवति, एकमेव रूपं. चोरयति नास्ति, चोरयति एव अस्ति. यानि स्वार्थे चोरयति भवति, प्रेरणार्थक अपि चोरयति भवति. न न न, अत्र अत्र सर्वदा चुरादिगणे एकम् एव रूपं, सो वाक्यं दृष्ट्वा एव ज्ञातुं शक्यते अत्र स्वार्थे निच् अस्ति वा प्रेरणार्थे. बिकास् वेन् वि एड् प्रेरणार्थे निच् तु चुरादिगणधातुः, तत्र एव समानरूपं, प्रक्रिया तु समानम् अस्ति न. इट् हेज़् नथिङ्ग् वेदर् वि आर् मेकिङ्ग् इट् लैक् दिस् आर् देट्. तत्रापि चोरयति इति एव रूपं, स्वार्थे अपि चोरयति रूपं, प्रेरणार्थे अपि चोरयति रूपं, परन्तु वाक्यं दृष्ट्वा एव, सम्पूर्णवाक्यं पश्यामः चेदेव ज्ञातुं शक्यते अत् अर्थः स्वार्थे अस्ति वा प्रेरणार्थे. आम्, अत्र चुरादिगणे अस्ति, चुरादिगणे चुर् धातु अस्ति, चोरयति भवति स्वार्थे, और प्रेरणार्थके अपि चोरयति भवति, यानि रूपं सर्वदा एकं भवति, समानं भवति. वाक्यं दृश्यते, वी विल कम् टु नो वेदर् दिस् इस् प्रेरणार्थम् और् स्वार्थम्. सत्यं सत्यं महोदय, वाक्यं दृष्ट्वा एव, प्रसङ्गं दृष्ट्वा एव ज्ञातुं शक्यते तत्र यः धातुः प्रेरणार्थे अस्ति वा स्वार्थे अस्ति. सो निजन्तलटीरूपमपि समानम् अस्ति, बिकास् अत्र प्रथमसोपाने सर्वदा निच् प्रत्ययः आयाति. सम्यक् सम्यक्, धन्यवादः. अस्तु, इदानीं तु समयः अभवत्, अत्र स्थगामः. चुरादिगणे विषये वदतु, अलोन्त्यात् पूर्व उपद इत्यनेन सूत्रेण उपदां पूर्वः अस्ति. अत्र उपदा इति संज्ञा, सो उपदा इति संज्ञा कस्य इति प्रश्नः. उपदा इति संज्ञा कस्य, अन्तिम अलपूर्वः किम् अस्ति? अलः एव अस्ति. अन्तिम अलपूर्वः यः, तस्य उपदा इति संज्ञा. अन्तिम अलपूर्वः, अन्तिम अलः मकारः, पञ्चे अन्तम् इति शब्दसमूहः पश्यामः चेत् अन्तिम अलमकारः, मकारस्य साक्षात् पूर्वे अकारः, सो अकारस्य उपदा इति संज्ञा. इदानीं द्वौ अस्ति चेत् ह्रेश् ह्रेश इति ह्रेपा हा रा पा ए राप, इदानीं द्वौ अस्ति खलु, तत् तत्त्वमेव ह्रेप् इति यः अस्ति अत्र दृश्यतु, स्क्रीन् दृश्यते वा? ह्रेप् इति यः अस्ति अत्र, प्रथमे किं द्रष्टव्यम्? अन्तिम अलकः, अत्र अन्तिम अलकः पकारः, पकारस्य साक्षात् पूर्वे कः वर्णः? न न न, अत्र वर्णविच्छेद करोतु भगिनी, अत्र दृश्यतु, स्क्रीन् दृश्यते वा, स्लैड् दृश्यते वा? दृश्यते. ह र, एकनिमेषः, ह योग र योग ए योग योग प, सो अन्तिम अल्कः पकारः, पकारस्य साक्षात् पूर्वे कः? एकारः. सो उपदा कस्य वर्णस्य उपदा इति संज्ञा? उपदा एकारः. अन्तिम अलपूर्व यः वर्णः, तस्य उपदा इति संज्ञा, सो एकारस्य उपदा संज्ञा, न तु रकारस्य. अन्तिम अलपूर्वे यः वर्णः, अन्तिम अत्र पञ्चमी अन्तम् अन्त्यात् from the antim varna you have to go backwards, purvah. antim alpurvah yah varna tasya upada iti sangya. chor iti yah asti chur, chur iti yah asti tasmin kasya upada iti sangya. ek nimishah, chur ante kah varna rakara se sakshat purve kah? रकारस्य पूर्वे उकारः अपि अस्ति, चकारः अपि अस्ति, परन्तु रकारस्य साक्षात् पूर्वे कः? उकारः. उकारस्य उपदा इति संज्ञा. न तु चकारस्य उपधासंज्ञा. चकारः अपि पूर्वे अस्ति परन्तु साक्षात् पूर्वे नास्ति. साक्षात् पूर्वे तु उकारः. सो अन्त्यात् अलपूर्वः यः वर्णः तस्य उपधा इति संज्ञा. अस्तु भगिनि, साक्षात् पूर्वम् एव. साक्षात् पूर्वम् अत्र पकारस्य पूर्वे तु एकारः अस्ति, रेफः अपि अस्ति, हकारः अपि अस्ति, परन्तु सर्वेषाम् उपधा इति संज्ञा तु न भवति न. अन्तिम अलपूर्वः साक्षात् पूर्वः यः तस्य एव उपधा इति संज्ञा. केवलम् एकारस्य एव उपधा संज्ञा, न तु रकारस्य अपि च हकारस्य. अस्तु धन्यवादः. अस्तु अस्तु, इदानीं तत्र स्थगामः. शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. नमस्कारः, धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः महोदय.